अद्यतनव्याकरणविषये स्वागतम्। महालक्ष्मी, अद्य आरम्भं कर्तुं शक्यते वा? आरम्भश्लोकं महालक्ष्मी अस्ति वा? गतवती वा? एनाक्षरसमाम्नाय अधिगम्यमहेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनीये नमः। भाष्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं। नत्वा सरस्वतीं देवीं सिद्धां गुह्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्। महोदय, अहम् अस्मि अत्र। बै मिस्टेक् ऐ थिङ्क् ऐ हव् लाग्ड् इन् एस् योर् नेम्। ऐ लाग् औट् एण्ड् लाग् इन् अगेन्। भवतः नाम अत्र नास्ति एव। बै मिस्टेक् इट् इस् कमिङ्ग् एस् विजय हेतिराजन्। आगच्छतु, पुनरपि आगच्छतु। आमामां महोदय। अनिल् महोदय अस्ति खलु? अनिल् महोदय, आम् महोदय, आम्। अत्र अधिकारसूत्राणि एव आरम्भं करणीयं खलु? बि बिन्दुः, आम् पठतु, भवान् एव पठतु। अधिकारसूत्राणि केषाञ्चित् मुख्य अधिकारसूत्राणां कार्यक्षेत्रं जानीमः चेत् सर्वाष्टाध्यायी आकृतिः सौकर्येण मनसि तिष्ठति। अधिकारसूत्रम् इत्युक्तौ तादृशं सूत्रं यस्य पूर्णरूपेण अनुवृत्तिः भवति बहुषु सूत्रेषु। अतः कानिचन प्रमुखाधिकारसूत्राणि दत्तानि, तेषां कार्यक्षेत्रम् अपि सूचितं, नाम कस्मात् सूत्रात् आरभ्य किं सूत्रपर्यन्तं तस्य प्रभावः। ध्येयं यत् उपरतने मानचित्रे अधिकारसूत्रेषु च निकटसम्बन्धो वर्तते। अत्र केषाञ्चित् मुख्य अधिकारसूत्राणां कार्यक्षेत्रं जानीमः चेत् एव कार्यक्षेत्रं कुत्र कुत्र भवति, अधिकारसूत्रं किं किं भवति। अधिकारसूत्रम् अस्ति चेत् अत्र समीचीनतया अनुवृत्तिसहितसूत्रेण पुनरपि अत्र किं कार्यं करणीयम् इति अधिकारसूत्रेण वयं जानीमः। अत्र अष्टाध्यायी आकृतिः सौकर्येण मनसि तिष्ठति। ओ, एतत् अधिकारसूत्रमस्ति वा, प्रकरणमस्ति वा, किं किं भवति अत्र, सौकर्येण वयं ज्ञातुं शक्नुमः। अधिकारसूत्रम् इत्युक्तौ तादृशं सूत्रं यस्य पूर्णरूपेण अनुवृत्तिः भवति बहुषु सूत्रेषु। अत्र एकसूत्रेण कार्यं न प्राप्तम्। अत्र भू इति स्वीकुर्मः चेत् अन्तिमपदं भवति इति भवति, परन्तु अत्र बहवः सूत्राणि सन्ति एव, बहुषु सूत्रेषु एव अनुवृत्तिसहितसूत्रेण अत्र कार्यं भवति. अतः कानिचन प्रमुख अधिकारसूत्राणि दत्तानि, तेषां कार्यक्षेत्रमपि सूचितं, नाम कस्मात् सूत्रात् आरभ्य किं सूत्रपर्यन्तं तस्य प्रभावः देयं, यत् उपरतने मानचित्रे अधिकारसूत्रेषु च निकटसम्बन्धौ वर्तते, समीपसम्बन्धौ किं किं भवति इति अत्र द्रष्टुं शक्नुमः. अत्र महालक्ष्मी भगिनी अग्रे पठितुं शक्यते वा प्रत्ययः? आम् आम् मत आम् मत प्रत्ययः श्रूयते वा महोदय? सम्यक्. प्रत्ययः अधिकारः तृतीयचतुर्थपञ्चम इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्यचित् विधानं भवति तत्र तत्र प्रत्ययः आगत्य वदति यत् यस्य विधानं सञ्जातं तस्य प्रत्ययः संज्ञा भवति. येषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति तत्र सर्वत्र अस्य सूत्रस्य अधिकारः. अग्रे अपि पूर्णतया पठतु. आम् आम् अतः इत्येषु यत्र यत्र विधानम् अस्ति तत्र तत्र प्रत्येकं सूत्रस्य अर्थे एवम् अन्वयः यत् यत् विहितं तस्य प्रत्ययः संज्ञा भवति. यथा वर्तमाने लट् अस्मिन् सूत्रे प्रत्ययः इति सूत्रम् उपविश्य वदति यत् लट् विहितः अस्ति अतः तस्य प्रत्ययसंज्ञा भवति. आम् अत्र पश्यतु प्रत्ययः विना कार्यं न भवति एव. प्रत्ययम् उदाहरणं ददातु. अनन्तरं सुप् प्रत्ययं तिङ् प्रत्ययं तद्युतप्रत्ययं सर्वाणि सन्ति खलु. अत्र प्रत्ययः विना कार्यं न भवति. राम योगः सुबन्तप्रत्ययं भव योगः तिङ् प्रत्ययं तदेव अत्र कृदन्तप्रत्ययम् अस्ति भवति अस्ति एव. तिङ् प्रत्ययं परे भवति. कृदन्तप्रत्ययम् अत्र स्वीकुर्मः चेत् एतत् अत्र तव्यत् अनियर् एतत् स्वीकुर्मः एतत् सर्वाणि अत्र कृदन्तरूपेण भवन्ति. इदानीमत्र प्रत्ययः अधिकारः 311 आरभ्य तृतीयाध्यायः प्रथमपाद प्रथमसूत्र आरभ्य तृतीयाध्याय आरभ्य पञ्चम चत्वारः पादः अस्ति खलु 160 इति सर्वाणि सूत्राणि प्रत्ययविषये एव भवन्ति. तृतीयचतुर्थपञ्चम इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्यचित् विधानं भवति तत्र तत्र प्रत्ययः आगत्य वदति यत् यस्य विधानं सञ्जातं तस्य प्रत्ययः संज्ञा भवति इति. येषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति तत्र सर्वत्र अस्य सूत्रस्य अधिकारः. विधिं सूचयति अत्र कार्यं भवति किम् अत्र नियमाः अस्ति किं भवति इति. अनन्तरम् अत्र 311 अनन्तरं तः 54160 पर्यन्तम् इत्येषु यत्र यत्र विधानम् अस्ति तत्र तत्र प्रत्येकं सूत्रस्य अर्थे एवम् अन्वयः यत् यत् विहितं तस्य प्रत्ययसंज्ञा भवति. अनन्तरं यत्र कार्यं भवति तत्र प्रत्ययसंज्ञा सूत्रस्य विषये अत्र प्रत्ययसंज्ञा भवति इति. यथा वर्तमाने लट् इति अस्ति चेत् अस्मिन् सूत्रे प्रत्ययः इति सूत्रम् उपविश्य वदति यत् लट् विहितः अस्ति अतः तस्य प्रत्ययसंज्ञा भवति. वर्तमाने लट् इति भवति, दीतः अन्ति सीतहतं निवहमः तावदेव तद् एतत्तु परस्मैपदिनः आत्मनेपदिनः अपि अस्ति. इदानीमत्र परश्च्य इति अस्ति. अनिल् महोदय पठतु. परश्च तृतीयाध्याये प्रथमपादे द्वितीयश्लोकः सूत्रं द्वितीयसूत्रम् अधिकारः तृतीय अध्याये आरम्भे पञ्चम अध्यायपर्यन्तम् एषु एव त्रिषु अध्यायेषु यत्र यत्र प्रत्ययः इत्यनेन प्रत्ययसंज्ञा भवति तत्र तत्र परश्च इति सूत्रम् अपि उपविश्य वदति यत् अयं प्रत्ययः प्रकृतेः अनन्तरम् आयाति. यथा वर्तमाने लट् तृतीय अध्याय द्वितीयपादे त्रिविंशति अधिकशतं वर्तमानार्थे धातुतः लट् भवति अग्रिमाधिकारसूत्रं धातोः अपि च लटः प्रत्ययसंज्ञा भवति प्रत्ययः इत्यनेन धातोः परे एव आयाति परश्च इत्यनेन अनुवृत्तिसहितसूत्रं धातोः वर्तमाने लट् प्रत्ययः परश्च. अस्मिन् सूत्रे यदि लटः प्रत्ययसंज्ञा न भविष्यत् तर्हि परश्च आगमिष्यत् तस्यां दशायां लट् तु आद्यन्तौ टकितौ इत्यनेन धातोः प्राक् अभविष्यत् भूयोग लट् इति न अपि तु लट् योग भू अभविष्यत्. अत्र पश्यतु परश्च परः कार्यं करोति पूर्वं कार्यं करोति इति वयं जानीमः. इदानीं परश्च कुत्र भवति? एकस्मिन् अधिकारे एव अभवत्. एतस्मिन् अधिकारे इत्युक्ते किं? प्रत्ययः इति अस्ति खलु अधिकारः. अत्रापि तृतीयपादे आरभ्य पञ्चम अधिकारपर्यन्तं तत् मध्ये एव अत्र परश्च इत्यपि अधिकारः भवति. अत्र एषु एव त्रिषु अध्यायेषु तृतीय चतुर्थी पञ्चमी तृतीयः चतुर्थः पञ्चमः तत्र तत्र प्रत्येकं सूत्रस्य अर्थम् एव अन्वयः. इदानीम् अत्र पश्यतु यत्र प्रत्ययः इत्यनेन प्रत्ययसंज्ञा भवति तत्र तत्र परश्च इति सूत्रमपि उपविश्य उपविश्य वदति यत् अयं प्रत्ययः प्रकृतेः अनन्तरम् आयाति. प्रकृतेः इत्युक्ते किम्? बै नेचर्. न प्रकृतेः इत्युक्ते धातोः अनन्तरमेव आयाति. यथा वर्तमाने लट् वर्तमाने धातुतः लट् भवति भू इति अस्ति लट् भवति. अग्रिम अधिकारसूत्रं धातोः अपि च लटः प्रत्ययसंज्ञा भवति प्रत्ययः इत्यनेन धातोः परे एव आयाति परच इत्यनेन प्रकृतेः मूलं धातोः एतत् सर्वाणि पदानि जानीमः एव. किमर्थमत्र क्लेशः भवति नेचर् इति? अनुवृत्तिसहितसूत्रं धातोः वर्तमाने लट् प्रत्ययः परच धातु अस्ति प्रत्ययः भवति परच इति भवति. इदानीम् अस्मिन् सूत्रे यदि लटः प्रत्ययसंज्ञा न अभविष्यत् लुङ् लटः प्रत्ययसंज्ञा न भविष्यति चेत् तर्हि परश्च न आगमिष्यत्. लटः प्रत्ययसंज्ञा न भविष्यत् न भविष्यति चेत् परश्च अपि कार्यं न भवति एव. तस्यां दशायां लट्टु तु आद्यन्तौ टकितौ इत्यनेन धातुः प्राक् अभविष्यत्, अतः एव अभवत् इति भवति चेत् अत्र अकारः भवत् इति भवत् इति धातोः पूर्वमेव अकारः सूचयति. लुङ् लङ् लृङ् सु अडुदातः इत्यनेन अट् आगमः भवति, अतः एव अभवत् इति भवति. तत् आकारः कुत्र भवति? आद्यन्तौ टकितौ, यत्र आद्यन्तौ कित् भवति, अनन्तरं टकितौ इति सूत्रं 1146 पश्ये पूर्वमेव भवति अत्र न आम् 1-1 आद्यन्तौ टकितौ. अत्र पश्यतु तित् आगमः, अनन्तरम् आदौ विधीयते कित् आगमः, आगामिनः अन्ते विधीयते. अत्र कित् अपि अस्ति तित् अपि अस्ति. तित् अस्ति चेत् आगमः तु आदौ भवति, आद्यन्तौ टकितौ. अतः एव अत्र पश्यतु पट् इति धातुः स्वीकुर्मः चेत् लङ् अनद्यतने लङ् इति अस्ति. इदानीमत्र पट् एव धातु लङ् भवति. लुङ् लङ् लृङ्क्ष अडुदातः इत्यनेन अट् आगमः भवति, अतः तत्र अट् आगमः पूर्वं भवति. इदानीम् अत्र अट् मध्ये टकारः हलन्त्यं तस्य लोपः आ एव तिष्ठति. पट्टियोगः तिक्तस्ति इति भवति. अनन्तरम् आयोगः पट्टियोगः शप् मध्ये अकारः तिष्ठति अपटत् इति भवति. आद्यन्तौ टकितौ तित् आगमः इस तित् आगमः तित् आगमः. तित् अस्ति चेत् अन्ते भवति, तित् आगमः चेत् आदि भवति. अतः एव अत्र आद्यन्तौ टकितौ इति कार्यं भवति. इदानीं पश्यतु अतः धातुः प्राक् एव आद्यन्तौ टकितौ कार्यं करोति. भू इति अस्ति, लट् इति न, अपि तु लट् योगः भू अपविश्यत्. अतः तत्र पूर्वम् अकारः आयाति आद्यन्तौ टकितौ. तित् अस्ति, तित् अस्ति, कित् अस्ति. अतः तत्र प्राक् भवति. इदानीं महालक्ष्मी धातोः विषये पठतु. आम् माता, धातोः तृतीये अध्याये कृदन्तानां तिगन्तानां च विधायकसूत्राणि भवन्ति. अस्मिन् तृतीये अध्याये धातोः सर्वत्र आगत्य वदति यत् यः कोऽपि प्रत्ययः विहितः सः धातोः अनन्तरं विहितः. यथा तिष्ठा एका संज्ञा अस्ति, तवतु इत्यन्त्योः प्रत्ययोः कृते सूत्रसङ्ख्यां पश्य. सूत्रसङ्ख्यां द्वारा बुद्धं यत् अस्मिन् सूत्रे प्रत्ययः धातोः परश्च इत्येषाम् अधिकारः, तर्हि अनेन सूत्रेण इत्त तवतु च भवतः तयोश्च प्रत्यय संज्ञास्तः. अपि च परश्च इत्यनेन धातोः परं वहितौ भूते इत्यस्यापि अधिकारः अतः भूतार्थे भवति अनुवृत्तिसहितसूत्रमेवं धातोः तिष्ठा भूते प्रत्ययः परश्च उदाहरणं कृ योगः तवतु कृतवतु कृतवतुः पुंसि कृतवान् पुंसि कृतवान् अग्रे धातोरे अद् ब्राकेट्स् कूड पठिकन मम आम् एतत् सूत्रमस्ति धातोः एकाचो हलादेः क्रिया समविहारे यङ् धातोः एकाचो धातोरेकाचो हलादेः क्रियासमविहारे यङ् अधिकारः अस्ति अत्रापि तृतीयाध्याये प्रथमपादे परन्तु अत्र अधिकारः कुत्र भवति चेत् द्वाविंशति आरभ्य अनन्तरम् अत्र नवतितमसूत्रपर्यन्तमेव भवति अत्र धातोः एकाच् अस्ति एकः एव अचुवर्णः अस्ति चेत् अत्र क्रियासमविहारे यङ् इति प्रत्ययमस्ति यङ् मया पूर्वम् उक्तम् अत्र विशेषं किं यङ् इति अस्ति चेत् द्वित्वं उत्तमं द्वित्वं भवति शङ् यङ् सन् स्लौ एतत् सर्वाणि वयं जानीमः अत्र द्वित्वं भवति इति इदानीं पश्यामः धातोः अत्र आद्यन्तौ टकितौ टक् टित् अस्ति खलु टित् कथं भवति अस्ति लङ् लकारे टकारस्य अत्र टित् इति अस्ति लट् अस्ति खलु लट् अन्ते किं भवति टकारः अतः टित् अस्ति अत्र टित् अस्ति चेत् अत्र पूर्वं भवति धातोः प्राक् भवति टित् अस्ति चेत् अत्र धातोः अन्ते भवति इदानीमत्र धातोः अधिकारः स्वीकुर्मः चेत् अत्र कृदन्तानां तिङन्तानां विधायकसूत्राणि भवन्ति तृतीय अध्याये कृदन्तमपि अस्ति तिङन्तमपि अस्ति अस्मिन् तृतीय अध्याये धातोः सर्वत्र आगत्य वदति यत् यः कोऽपि प्रत्ययः विहितः सः धातोः अनन्तरमेव भवति इति कृदन्तं वा तिङन्तं वा धातोः अनन्तरमेव अत्र प्रत्ययं कार्यं भवति इदानीं निष्ठा इति स्वीकुर्मः चेत् सा प्रत्ययं भवति इक्तवतू त एतत् सर्वाणि पदानि अत्र निष्ठा इति सूत्रेण एव भवति निष्ठा इति एका संज्ञा अस्ति त तवतु इत्यनयोः प्रत्ययोः कृते एव भवति सूत्रसङ्ख्यां पश्य सूत्रसङ्ख्याद्वारा बुद्धं यत् अस्मिन् सूत्रे प्रत्ययः धातोः परच इत्येतेषाम् अधिकारः तर्हि अनेन सूत्रेण त तवतु च भवतः तयो च प्रत्ययसंज्ञा स्तः प्रत्ययसंज्ञा अग्रे आगच्छति अपि च परश्च इत्यनेन धातोः परं वहितः वहितौ भूते इत्यस्यपि अधिकारः अतः भूतार्थे भवति कृदन्तं भूतार्थे भवति इति अत्र कृतवान् कार्यं कृतवान् भवतः इति अत्र भूतार्थे भवति अनुवृत्तिसहितसूत्रमेवं धातोः निष्ठा भूते प्रत्ययः परश्च उदाहरणं कृ इति अस्ति चेत् अत्र तवतु इति भवति चेत् कृ तवतु अत्र इक्तवतु तवतु इति भवति अत्र कृतवत् इति अत्र प्रातिपदिकं भवति अनन्तरमत्र पुंसि प्रथमविभक्ति एकवचनं कृतवान् कृतवन्तौ कृतवन्तः इत्येव रूपं भवति अतः कृयोगः तवतु इति अस्ति चेत् किम् अस्ति प्रत्ययः तु परे आगत्य कार्यं करोतु कृतवत् पुंसि भवति चेत् कृतवान् कृतवान् कार्यं कृतवान् एतत्तु किं भवति किं भवति अग्रे आयाति कार्यं करोति अनन्तरम् एतत् भूतार्थे कृतवान् इति भूतार्थे एव भवति इदानीं धातुः एकाजु हलादेः क्रियासमभिहारे यङ् इति भवति. अनेन सूत्रेण धातुप्रत्ययः सनादयः धातोः प्रत्ययः सन्नन्तं विकर्णप्रत्ययः चप् आदयः च धातुभ्यः विहिताः. तिङ् वयं जानीमः, सुप् वयं जानीमः, सन्नन्तमपि जानीमः, अनन्तरमत्र धातुप्रत्ययः तिङ् अपि जानीमः. एतत् धातोः परे एव कार्यं करोति. इदानीमत्र धातोः नमस्कारः शान्त. धातोः एकः एव अच् हलादेः हलादि अस्ति चेत् क्रियासमभिहारे क्रिया भवति चेत् अत्र यङ् प्रत्ययम् इति अधिकारः. अनेन सूत्रेण धातुप्रत्ययः सनादयः विकरणप्रत्ययः एतत् सर्वाणि भूत्वा अत्र कार्यं कुर्वन्ति. इदानीमत्र शान्तभगिनी पठितुं शक्यते वा? पठामि, पठतु. प्रातिपदिकात् अधिकारः चतुर्थे पञ्चमे च अध्यायोः यावन्तः विहिताः ते सर्वे प्रातिपदिकेभ्यः जन्तेभ्यः आबन्तेभ्यः वा आयान्ति. जन्तरूपाणि आबन्तरूपाणि च स्त्रीलिङ्गरूपाणि इति. तर्हि आहत्य चतुर्थे पञ्चमे च अध्यायोः सर्वे सुबन्तविधायकसूत्राणि सन्ति. तेषु सर्वेषु यत्किमपि विहितं प्रत्ययः इत्यनेन यः विहितः तस्य नाम प्रत्ययः. अपि च यः विहितः सः सर्वत्र प्रातिपदिकात् झन्तात् आबन्तात् वा विहितः भवति. अत्र ज्ञाप्रातिपदिकात् पूर्वोन्मन् एतत् चतुर्थाध्याये प्रथमसूत्रमेव. अत्र वयं वयं पूर्वमेव एतत् विषये पठितवन्तः. अत्र किं किं भवति? ञन्तशब्दाः ञीप् ञीष् ञीन् एतद् भवति. एतत् अत्र स्त्रीलिङ्गपदं गौरी इति उदाहरणरूपेण स्वीकुर्मः. आबन्ता शब्दाः रमा अस्ति खलु, टाप् डाप् चाप् भवति. प्रातिपदिकानि अर्थवद् ददातु अप्रत्ययः प्रातिपदिकम् इति अस्ति. अत्र कृत् तदितसमासा च इति अपि भवति. प्रातिपदिकं योजनेन अत्र किं किं भवति? सुप् प्रत्ययः, स्त्रीप्रत्ययः, तदितप्रत्ययः अपि अस्ति अत्र. इदानीमत्र ज्ञाप्रातिपदिकात् अधिकारः कुत्र कुत्र भवति चेत् चतुर्थ अध्याये एव आरभ्य पञ्चम अध्याय अध्याये चतुर्थपाद षष्टि अधिकतम एकशतं कुत्र कुत्र भवति? चतुर्थे भवति, पञ्चमे भवति च अध्याययोः यावन्तः प्रत्ययाः विहिताः ते सर्वे प्रातिपदिकेभ्यः ञन्तेभ्यः आवन्तेभ्यः वा आयान्ति. नीप् नीष् नीन् एतत् सर्वाणि अत्र कार्यं करोति स्त्रीलिङ्गरूपेण. आबन्ताः अपि स्त्रीलिङ्गरूपेण. अनन्तरमत्र ञन्तरूपाणि आबन्तरूपाणि च स्त्रीलिङ्गरूपाणि इति. तर्हि आहत्य चतुर्थे पञ्चमे च अध्याययोः सर्वे सुबन्तविधायकसूत्राणि सन्ति. सुबन्तविधायकसूत्राणि एव, सुबन्तमेव रमा. अनन्तरं यत्र यत्र स्त्रीलिङ्गपदं माला, अनन्तरं गौरी, ईकारान्त आकारान्त सुबन्तविधायकसूत्राणि सन्ति. तेषु सर्वेषु यत् किमपि विहितं प्रत्ययः इत्यनेन यः विहितः तस्य नाम प्रत्ययः. अग्रे किं कार्यं करोति? यत्र प्रत्ययरूपेण आयाति ञीप् ञीष् ञीन् छाप् छाप् डाप् एतत् सर्वाणि प्रत्ययः परे भवति, सुबन्ते परे भवति, तस्य नाम प्रत्ययः। अपि च यः विहितः सः सर्वत्र प्रातिपदिकात् ञन्तात् आवन्तात् वा विहितः भवति। प्रातिपदिकं भवति, अनन्तरम् अत्र एतत् प्रत्ययं योजनेन पूर्णतया वयम् अत्र शब्दं स्वीकुर्मः। इतः पर्यन्तं किञ्चित् क्लेशः अस्ति वा, संशयः अस्ति वा, पृच्छतु। अग्रे अनिल् महोदय पठतु संहितायां। संहितायां षष्ठ अध्याय प्रथमपादे एकसप्ततिः आरभ्य षष्ठ अध्याय तृतीयपादे चतुर्दश अधिकशतम् अधिकारः अपि अत्र स्वरसन्धिविधायकसूत्राणि सन्ति, यथा यणसन्धिसन्धिः, गुणसन्धिः, वृत्तिसन्धिः, सवर्णदीर्घसन्धिः इत्यादयः। प्रत्येकस्मिन् सन्धिविधायकसूत्रे संहितायाम् उपविश्य वदति यत् तदा सन्धिः भवति यदा वर्णयोः अतिसामीप्यं वर्तते, नाम अव्यवहिता स्थितिः। यथा गुणसन्धिः विधायकसूत्रम् आद्गुणः, अनुवृत्तिसहितसूत्रमेव एवम् आत् अचि पूर्वपरयोः एकः गुणः संहितायां हलसन्धिः अष्टमाध्याये भवति, तत्रापि सन्धिः इत्यस्य कृते संहितायाम् अपेक्ष्यते एव, परञ्च अत्र संहितायां षष्ठाध्यायस्य संहितायाम् इति न, अष्टमाध्याये एव अन्यत् सूत्रं वर्तते तयोर्वयावचि संहितायाम्। अस्मात् सूत्रात् संहितायाम् इत्यस्य अधिकारः भवति ग्रन्थस्य अन्तपर्यन्तम्। अत्र पश्यतु, संहितायाम् इत्युक्ते सामीप्यं यत्र भवति, अत्र वयं जानीमः यत्र कार्यं भवति तत्र समीपवर्तिनः वर्णः किं भवति, एतदेव कार्यं भवति इति संहितायाम् अधिकारः अस्ति। एतत्तु षष्टमाध्याये प्रथमपादे आरभ्य तृतीय पादपर्यन्तम् अधिकारः अस्ति एतदपि। अनन्तरम् अत्र किं किं भवति चेत् स्वरसन्धिः भवति, स्वरसन्धिः अत्र इको एनचि वृद्धिसन्धिः एतत् सर्वाणि भूत्वा अत्र कार्यं करोति, अकः सवर्णदीर्घसन्धिः। अनन्तरं स्वरसन्धिविधायकसूत्राणि सन्ति यथा यन्सन्धि, गुणसन्धि, वृद्धिसन्धि, सवर्णदीर्घसन्धि इत्यादयः, एतत् स्वरसन्धिः भवति। प्रत्येकस्मिन् सन्धिविधायकसूत्रे संहितायाम् उपविश्य वदति यत् तदा सन्धिः भवति, तदा वर्णयोः अतीव सामीप्यम्, अतिसामीप्यं वर्तते, नाम अव्यभिहिता स्थितिः। यत्र विधानं कुत्र भवति, सामीप्यं भवति चेत् अत्र सन्धिविषये कार्यं भवति इति। इदानीम् अत्र गुणसन्धिः विधायकसूत्रम् आद्गुणः, अत्र आद्गुणः वयं जानीमः एव, अत्र अकार एकारमेलनेन अत्र कार्यं भवति आद्गुणः इति। अनिवृत्तिसहितसूत्रम् एवं भवति आत् अचि पूर्वपरयोः एकः गुणः संहितायां, पूर्वं स्थितस्य वर्णयोः परे स्थितस्य वर्णयोः मेलनेन अत्र गुणः भवति इति वयं जानीमः। इदानीमत्र अल्सन्धिः स्वीकुर्मः चेत् अष्टमाध्याये एव भवति हल्सन्धिः, अत्र च्युत्वसन्धिः भवति, अनन्तरम् अत्र चत्वसन्धिः भवति, तादृशं बहवः सन्धिः हल्सन्धिविषये भवति। सन्धिः इत्यस्य कृते संहितायाम् अत्र अपि अपेक्षते, परश्च अत्र संहितायां षष्ठ अध्यायस्य संहितायाम् इति न अष्टमाध्याये एव अन्यत् सूत्रं वर्तते तयोर्यावचि संहितायाम् अस्मात् सूत्रात् संहितायाम् इत्यस्य अधिकारकः भवति ग्रन्थस्य अन्त्यपर्यन्तं भवति एव संहितायां यत्र यत्र भवति अत्र कार्यं भवति एव समीपवर्तिनः वर्णः अस्ति चेत् अत्र कार्यं भवति इदानीम् आदिगुणः वयं जानीमः 6187 अत्र आदिगुणः कार्यं किं भवति इति अत्र देवयोगः इन्द्र देव अन्तिमवर्णः वकार उत्तरवर्ति अकारः अस्ति अकारः इन्द्रः अस्ति अत्र अकार इकार मेलनेन देवेन्द्रः इति भवति वयं जानीमः आदिगुणः विषये इदानीम् अत्र अङ्गस्य विषये किं भवति इति पश्येम महालक्ष्मी पठितुं शक्यते वा अङ्गस्य महालक्ष्मी अस्ति वा गतवती वा गतवती शान्ता पठतु अङ्गस्य अधिकारः षष्ट्याध्यस्य चतुर्थपादस्य आरम्भात् सप्तमाध्यायस्य अन्तपर्यन्तं यत्किमपि कार्यं विधीयते तत् कार्यम् अनेन सूत्रेण अङ्गे एव भवति अतः अङ्गकार्यम् इत्युच्यते यदा प्रत्ययः विधीयते तदा तस्मात् प्रत्ययात् पूर्वं यावत् अस्ति तत्सर्वम् अङ्गम् इति पूर्वम् अस्माभिः दृष्टं यत् अत्र अङ्गकार्यं प्रवर्तते योगम् अक वृद्धिः का योगम् अक कारकः कृ योगः कृ अत्र वृद्धिः अस्ति खलु आम् अत्र रेपस्य स्थाने दीर्घं भूत्वा कार इति भवति कार कार योगः अक कारकः कृ योगः तृच् गुणः कर् योगः तृ कर्तृ कर्ता अपि हैपन् पोटा रन् पठिकणमा ओके उभयत्र अङ्गस्य अधिकारः अतः सूत्रयोः अङ्गस्य आगत्य उपविशति अनेन ज्ञायते यत् एतत् कार्यम् अङ्गकार्यम् अत्र पश्यतु अङ्गस्य इत्यस्य षष्ठमाध्याये चतुर्थपादभ्य पादस्य आरभ्यात् अत्र सप्तम अध्यायपर्यन्तं चतुर्थपादपर्यन्तम् अत्र किमपि कार्यं विधीयते यत् कार्यम् अनेन सूत्रेण एव अङ्गकार्यं भवति अङ्गे एव भवति अतः अङ्गकार्यम् इति उच्यते यथा प्रत्ययः विधीयते तदा तस्मात् प्रत्ययात् पूर्वम् अस्ति तत् सर्वम् अङ्गकार्यं भवति इदानीम् अत्र कृ इति स्वीकुर्मः चेत् अत्र वृद्धिः भवति वृद्धिः अचोन्निति इति अग्रे भवति सूत्रम् एतत् सूत्रेण अत्र तृ इति अस्ति चेत् खार् इति भवति अत्र पश्यतु दीर्घं भवति अत्र उपरि रेखा अस्ति खलु एतत् दीर्घं भवति अनन्तरम् अत्र रेप किञ्चित् ऐफन् अपि अस्ति कार् इति स्वीकुर्मः कार् इति स्वीकुर्मः इदानीमत्र अक इति आगत्य कार्यं करोति अक केन सूत्रेण भवति मया पूर्वम् उक्तं सर्वे जानन्ति एव कारकः नायकः पाठकः सर्वाणि पदानि आगत्य कार्यं करोति एतत् कथं भवति केन सूत्रेण भवति सर्वे जानन्ति एव खलु जानन्ति वा नास्ति वा शान्ता भगिनी जानाति एव स्मरामि पश्यतु अत्र स्मरन्ति वा नास्ति वा न महोदय अत्र युवर् अनाकौ अस्ति खलु इदानीम् इदानीं स्मरन्ति वा युवर् अनाकौ युवर् अनाकौ इति सूत्रं हा कदाचित् पठितः अतः मया सर्वम् एतद् विषये बहवः स्थाने मया उक्तमेव भवनं भुवनम् इति तादृशपदानि सन्ति खलु अस्ति अस्ति तत् समये युवो रणाकौ यु अनन्तरम् अत्र अहम् इदानीम् अत्र किं भवति सूत्रं सूचयिष्यामि पश्यतु अत्र युवोरणाकौ शान्ता भगिनी जानाति खलु आमां युवोरणाकौ तृतीयं महोदय तृतीयम् अत्र पश्यतु भवानेव पठतु अत्र अनुनासिक यु इत्यस्य अन् आदेशः अनुनासिक वु इत्यस्य च अक आदेशः भवति यथा ल्युट् अन् णुल् अक् आं महोदय एतत् पठितवान् सर्वे जानन्ति एव अस्तु अस्तु अत्र स्मरामि पठनं लेखनं भोजनं करणं क्षेपणं भाषणं इति यत्र यत्र अत्र पश्यतु यु अस्ति चेत् अण आदेशक भवति पठनं करणं लेखनं एतत् अण इति अस्ति यु इदानीम् उ अस्ति चेत् अक आदेशक भवति प्रसिद्ध अत्र शब्दं भवति नायकः लेखः बोधकः कारकः इति भवति खलु वयं जानीमः एव एतत् विषये वयं जानीमः बहुवारं वयं पठितवन्तः एव एतत् प्रसिद्धसूत्रम् अस्ति युवोरणाकौ इति अस्ति अत्र नन्द इति अस्ति नन्द इति हेपिनेस् नन्दयति यः नन्दयति सः एव नन्दनः नन्द नन्द इति अस्ति ल्यू प्रत्ययं योजनेन अनन्तरं यु एव तिष्ठति यु इति अन आदेशः भवति पूर्णतया अतः एव नन्दन इति भवति अनन्तरम् अत्र रुत्वा विसर्गो भूत्वा नन्दनः इति अन्तिमपदम् आगत्य कार्यं करोति अतः एतत् प्रसिद्धसूत्रं मनसि स्थापयतु युवो रणाकौ इति अस्ति खलु अतः एतत् अकः आगत्य कारकः इति वृत्तिः भवति अत्र इदानीमत्र गुणसन्धिः अद्य अन्य उदाहरणमस्ति क्रुयोगः तृच् अनिल् महोदय किञ्चित् क्लेशः अस्ति वा इदानीं स्मरन्ति वा शान्ता भगिनी अनिल् महोदय क्लेशः भवति वा समीचीनं भवति वा अवगतं युवोरणाकौ इति अस्ति अत्र वृद्धिः भवति अचोनिति इत्यनेन अत्र वृद्धिः भवति अतः अकयोजनेन तत्र प्रसिद्धसूत्रमस्ति तत्र सूत्रविषये न दत्तमेव अक केन सूत्रेण आगत्य इति क अत्र प्रश्नः उदेति खलु तत्र मया उक्तम् अत्र युवोरणाकौ इति सूत्रेण एव अत्र कार्यं भूत्वा कारकः नायकः भावकः इति सर्वाणि पदानि आगत्य कार्यं करोति इदानीमत्र क्रु अस्ति अनन्तरमत्र क्रु योगः तृच् भवति तृच् इत्युक्ते अत्र भविता यत्र यत्र ताप् ता इति अन्ते श्रूयते तत्र तृच् इति प्रत्ययम् अस्ति. तृच् अपि किं भवति? तृच् इति कुत्र भवति? अन्ते आग् अस्ति चेत् एतदपि कृदन्तं भवति तृच्. कृयोगः तृच् अत्र गुणः भवति. कृ कर् भवति. कर्योगः तृ अत्र कर्ता इति भवति. कर्तृ इति पदं भवति. कर्तृ कर्तृप्रातिपदिकम् प्रातिपदिकम् इति भवति. कर्ता प्रथमाविभक्ति एकवचनं. कर्ता कर्तृ पुल्लिङ्ग नपुंसकलिङ्गपदं. कर्ता स्त्रीलिङ्गपदम्. इदानीम् अत्र पश्यतु एकनिमिषं. कर्ता इति अस्ति एकनिमिषम् अहं सूचयिष्यामि. कर्ता इति अस्ति अत्र स्त्रीलिङ्गपदं. कर्ता कर्त्री इति नपुंसकलिङ्गपदं. कर्तृ इति किं भवति? न महोदय, कर्ता पुल्लिङ्ग, कर्त्री स्त्रीलिङ्गं. कर्ता इति पुल्लिङ्ग भवति, पुल्लिङ्गपदं. स्त्रीलिङ्गपदमेव कर्त्री, ईकारः श्रूयते. कर्तृ इति सर्वदा नपुंसकलिङ्गं भवति. मया दोषेण उक्तम्. कर्ता इति पुल्लिङ्गपदं, कर्त्री इति स्त्रीलिङ्गपदं, कर्तृ इति नपुंसकलिङ्गपदम्. अत्र कर्ता कर्तारौ कर्तारः, कर्तारं कर्तारौ कर्तार कर्तॄण इति भवति. कर्तॄण इति भवति द्वितीयविभक्ति बहुवचनम्. इदानीं पश्यतु अत्र कर्ता इति किं पदम्? पुल्लिङ्ग एकवचनं. पुल्लिङ्गपदम् एकवचनं. कर्त्री इति स्त्रीलिङ्गपदम् एकवचनं. कर्तृ इति नपुंसकलिङ्गम् अपि भवति. अनन्तरं किं भवति? प्रथमविभक्ति एकवचनम् अपि प्रातिपदिकमपि भवति. प्रातिपदिकमपि प्रातिपदिकं कर्तृ भवति. नपुंसकलिङ्गमपि कर्तृ भवति. कर्ता इति पुल्लिङ्गं भवति, कर्त्री इति स्त्रीलिङ्गं भवति. इदानीम् उभयत्र अङ्गस्य अधिकारः, अतः सूत्रयोः अङ्गस्य आगत्य उपविश्यति. अनेन ज्ञायते यत् एतत् कार्यम् अङ्गकार्यमिति भवति. इदानीमत्र अनिल् महोदय अचोन् इति पठतु सूत्रम्. अचोन् इति सप्तमाध्याये द्वितीयपादे पञ्चदश अधिकशतम्. अङ्गम् अजन्तं चेत् अन्त्यवर्णस्य वृद्धिः भवति. निति णिति प्रत्यये परे मृजेर्वृद्धिः. सप्तमाध्याये द्वितीयपादे चतुर्दश अधिकशतम् इत्यस्मात् वृद्धिः इत्यस अनुवृत्तिः. अङ्गस्य षष्ठ अध्याय चतुर्थपादे प्रथमसूत्रम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अङ्गस्य अचः वृद्धिः निति अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः. अस्तु, अचोनिति मया उक्तम्. अत्र वृद्धिः भवति. अङ्गम् अजन्तं चेत् अन्तिमवर्णस्य वृद्धिः भवति. नीति नीति प्रत्यये परे. अनन्तरम् अत्र मृजेर्वृद्धिः इति अपि अस्ति. तत्र मृज् धातोः विषये एव अत्र वृद्धिः भवति. एतत् प्रायः अचोयिनिति इति सूत्रं स्वीकुर्मः चेत् अत्र वृद्धिः भवति, मृजेर्वृद्धिः स्वीकुर्मः चेत् मृज् मार्ज् इति भवति। अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अचः वृद्धिः नीति ञित्ति ञित् अलोङ्कस्य इत्यनेन अन्तिमवर्णस्य एव स्थानः स्थाने एव अत्र वृद्धिः भवति इति वयं जानीमः, अन्तिमवर्णस्य एव। अतः एव अत्र अलोन्तस्य इति सूत्रं कार्यं करोति। अलोन्तस्य इति अपवाद निषेधक न अपवादसूत्रं किम् उपि वक्तुं शक्यते वा? पूर्वमेव वयं पठितवन्तः, सा जानाति, शान्ताभगिनी जानाति खलु। एतत् अनन्तलक्ष्मी एव उक्तम् उत्तरं, स्मरन्ति वा शान्ताभगिनी? नास्ति वा? अनेकाचित् सर्वस्य एतत् अलोन्तस्य अल्येव अन्त्यस्य अन्तिमवर्णस्य एव अत्र कार्यं भवति। अनेकाचित् सर्वस्य इत्युक्ते अनेकवर्णाः अस्ति चेत् तत् स्थाने एव अत्र कार्यं भवति इति। शान्ताभगिनी पठतु अग्रे, प्रसिद्धसूत्रमस्ति सार्वधातुक अर्धधातुकयोः। सार्वधातुक अर्धधातुकयोः सार्वधातुके अर्धधातुके च प्रत्यये परे इगन्त अङ्गस्य इकः गुणः भवति। इदे गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकारः। इको गुणवृद्धि इत्यस्मात् परिभाषासूत्रात् इकः आयाति यत्र स्थाने न उक्तम्। अलोन्त्यस्य इत्येन अन्तिमस्य इक्वर्णस्य गुणः अनुवृत्तिसहितसूत्रम् अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः। सार्वधातुक अर्धधातुकयोः इति प्रसिद्धसूत्रमस्ति, सार्वधातुकमस्ति। सार्वधातुकं किं किं भवति जानन्ति एव, वदतु झटिति। लट् लोट् लङ् विधिलिङ्ग्, लट् लोट् लङ् विधिलिङ्ग्, समीचीनतया झटिति वक्तव्यमेव। अनन्तरम् अर्धदातुकं शेषकः भवति, षड् अत्र शेषकः एतत् भवति, एतदेव अर्धदातुकं च प्रत्यपरे इक् अङ्गस्य इकः अङ्गस्य गुणः भवति। अनन्तरम् अत्र मिदेर्गुणः इत्यपि सूत्रमस्ति, तत्रापि गुणः भवति। अङ्गस्य इत्यस्य अधिकारः इको गुणवृद्धि इति भवति। सार्वधातुक अर्धधातुकयोः अनन्तरम् इको गुणवृद्धि मध्ये अत्र किं प्रसिद्धम् भवति मनसि स्थापयतु। सार्वधातुक अर्धधातुकयोः कुत्र भवति वृद्धिः, गुणः वा वृद्धिः वा कुत्र भवति इति न सूचितम्। परन्तु अत्र इको गुणवृद्धिः, इको गुणवृद्धि इति अस्ति चेत् अत्र इकः स्थाने एव गुणः वृद्धिः भवति इति तत्र समीचीनतया उक्तम्। एतदेव अत्र किं भेदः भवति। सार्वधातुक अर्धधातुकयोः अपि गुणः भवति, इको गुणवृद्धि इत्यपि गुणः भवति। सार्वधातुक अर्धधातुकयोः इत्यस्य कुत्र गुणः वा कुत्र गुणः भवति इति अत्र न दत्तम्। परन्तु इकः स्थाने एव गुणः भवति इति अत्र समीचीनतया उक्तम्। एतदेव अत्र भेदः। अत्र अलोन्तस्य इत्यस्यापि कार्यं भवति, इकवर्णस्य अन्ते एव भवति गुणः। अनुवृत्तिसहितसूत्रम् अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः इति प्रसिद्धसूत्रमस्ति। अग्रे भवान् पठतु पदस्य पूर्णतया पठतु अनिल् महोदय। पदस्य अष्टमाध्याय प्रथमपादे षोडशसूत्रम् अधिकारः अष्टाध्यायप्रथमपादे षोडश आरभ्य अष्टमाध्यायतृतीयपादे पञ्चाशत्तः अष्टाध्यायप्रथमपादे षोडश इत्यस्मात् आरभ्य अष्ट अध्यायतृतीयपादे पञ्चाशत् पर्यन्तम् इदं सूत्रम् एकैकस्मिन् विधिसूत्रे उपविश्य सूत्रार्थं पूरयति. अत्र अलोन्तस्य इत्यनेन परिभाषासूत्रेण अस्य अर्थो भवति पदान्तस्य. अतः यत् कार्यं विशेषतः पदान्ते भवति तदस्य सूत्रस्य अधिकारे आयाति. यथा ऋत्वप्रकरणम् अष्टाध्यायतृतीयपादे प्रथमसूत्र आरभ्य अष्टाध्यायतृतीयपादे द्वादशसूत्रपर्यन्तम् अस्मिन् प्रकरणे वारं वारं ऋत्वं रु विहितं भवति सर्वत्र पदान्ते. तदा रु स्थाने विसर्गः, स्थाने सकारः, रु विसर्गः सकार, अनेन सं योगक्री योग घञ् संस्कारः सम् इति उपसर्गः, उपसर्ग स्वयं पदम्. अतः सम् इत्यस्य मकारस्य रु विसर्ग सकार. अस्मिन् प्रकरणे रु इत्यस्मात् पूर्वस्थितवर्णस्य विकल्पेन स्थितवर्णस्य विकल्पेन अनुनासिकादेशः, अपरस्मिन् पक्षे अनुस्वारः आगमः, चन्द्रबिन्दु अनुस्वारः. तथैव कस्मिन् योगचित् कस्मिंश्चित् कान् योगचित् कांश्चित् अस्य पाठस्य सारांशः अयं यत् अस्माकं मनसि कानिचन मुख्याधिकारः सूत्राणि सन्ति चेत् तर्हि अष्टाध्याय्यां कीदृशकार्यं कुत्र भवति इति सौकर्येण ज्ञास्यामः. अनेन मार्गेण शीघ्रमेव सर्वं संस्कृतव्याकरणं बुद्धिग्रहणे आगच्छति. पदस्य इति प्रसिद्धं सूत्रं किम्? जानन्ति एव यत्र कुत्र पदं भवति. आम् सुप्तिङन्तं पदं. हा उत्तमं, सुप्तिङन्तपदं. पदस्य इति अस्य अधिकारः. अत्र अष्टमाध्याये प्रथमपाद आरभ्य अत्र षोडशसूत्रम् आरभ्य पञ्चपञ्चाशत् तृतीयाध्यायपर्यन्तमेव अत्र अधिकारः पदस्य इति अस्य. अनन्तरम् अत्र षोडशसूत्रम् आरभ्य पञ्चपञ्चाशत् पर्यन्तम् इदं सूत्रम् एकैकस्मिन् विधिसूत्रे उपविश्य सूत्रार्थं पूरयति, यत् कार्यं करोति, विधिसूत्रे कार्यं करोति. अत्र अत्र अलोन्तस्य इत्यस्य परिभाषासूत्रेण अस्य अर्थः भवति पदान्तस्य. पदं यत्र भवति तत्र अन्तस्य एव, अतः एव अलोन्तस्य इति कार्यं करोति. अतः यत् कार्यं विशेषतः पदान्ते भवति तदस्य सूत्रस्य अधिकारे आयाति पदा, अतः एव पदस्य इत्यस्य अधिकारः भवति. ऋत्वप्रकरणम् अत्र अस्ति प्रसिद्धसूत्रं. ऋत्वप्रकरणे प्रसिद्धसूत्रं किं भवति सर्वे जानन्ति एव, झटिति वदतु. वदतु ससजुषो रुहो, खलु? करवसानयोर्विसर्जनीयः. ससजुषो रुहु इति प्रसिद्धसूत्रमस्ति. अत्र ऋतुप्रकरणे अस्मिन् प्रकरणे वारं वारं ऋत्वं विहितं भवति. सर्वत्र पदान्ते रुस्थाने विसर्गः भवति, अतः एव विसर्गः केन सूत्रेण भवति रुस्थाने, इदानीमेव मया उक्तम् तर अवसाने एव विसर्जनीयः इत्यनेन एव अत्र विसर्गः भवति, ऋतुं भवति, अनन्तरम् अत्र सकारः भवति, उदाहरणरूपेण संयोगः कृयोगः गैं प्रत्ययः, अत्र एकस्मिन् पक्षे अनुस्वारः भवति, अन्यस्मिन् पक्षे अनुनासिकवर्णः भवति, कृ इति कार् भवति, संस्कारः अत्र किञ्चित् सम् इति अत्र अनुस्वारः भवति, अनन्तरम् अत्र किं भवति संस्कारः सम् इति उपसर्गः अस्ति, उपसर्ग स्वयं पदमस्ति, उपसर्गः सर्वदा पदमेव भवति, अतः सम् इत्यस्य इं रु सकारः भवति, विसर्गः सकारः भवति, अस्मिन् प्रकरणे रु इत्यस्मात् पूर्वस्थितवर्णस्य विकल्पेन अनुनासिक आदेशः भवति, अपरस्मिन् स्थले अनुस्वारः आगमः भवति, कस्मिंश्चित् कस्मिंश्चित् कस्मिंश्चित् इति भवति, अत्र नकारस्य स्थाने एतत् वयं जानीमः, अत्र नकारस्य स्थाने नच्छव्यप्रशान् इति सूत्रेण एतत् न जानन्ति खलु नच्छव्यप्रशान् इति, एकनिमिषम् नच्छव्यप्रशान् अस्ति शान्ता भगिनी जानाति वा नच्छव्यप्रशान् कस्मिंश्चित् इति, वयं पूर्वं दृष्टवन्तः एतत् सन्धिविषये प्रसिद्धसूत्रमस्ति, नकारस्य स्थाने भवति इति, अत्र किमपि स्मरन्ति, स्मरणं न भवति एव भवत्याः कृते, एत एकस्मिन् कर्णे भूत्वा अन्यस्मिन् कर्णे एतत् बहिः आगत्य किमपि न तिष्ठति एव, न रु भवति उपदेश अनुजानसिक इत्येतत् तस्य लोपः, रुः रुरः अत्रानुनासिकः पूर्वस्य तु वा इत्यनेन विकल्पेन अनुनासिकम् आदेशः भवति, एकनिमिषम् अत्र अनिल् महोदय पठतु नच्छव्यप्रशान् इति, नच्छव्यप्रशान् प्रशान् इति शब्दं वर्जित्वा अन्यत्र पदान्तनकारात् परः संहितायां छव् वर्णः तस्मात् परः च अम् वर्णः विद्यते चेत् नकारस्य रुम् आदेशः भवति, एतत् अत्र एकनिमिषम् अत्र पदस्य इति अस्ति खलु अग्रिमवर्गे कुर्मः, अत्र किञ्चित् झटिति न वक्तव्यमेव, अत्र कार्यं भवति अनुस्वारः किमर्थं भवति, अनुनासिकवर्णः किमर्थं भवति, अत्र स्तोः चुना चुगु इत्यनेन स्थित्वसन्धिः अपि भवति, कार्यं बृहत् भवति, अतः अग्रिमवर्गे कुर्मः, अत्र अन्तिमश्लोकं शान्ता वदतु, ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते, ॐ शान्ति शान्ति शान्तिः, श्रीगुरुभ्यो नमः, सर्वेभ्यो नमस्कारः। नमस्कारः, धन्यवादः, धन्यवादः।